पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 22 नारद उवाच एवं ते कथितं राजन्नर्मदातीर्थमुत्तमं पुरा गन्धर्वकन्यानां शापजं भयमुल्बणं नाशितं तन्महाराज रेवाजलकणाग्निना रेवाजलकणस्पर्शान्मुक्तो भवति मानवः युधिष्ठिर उवाच भगवन् बहुकन्याभिशापो लम्भिकथं कुतः कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः कथं रेवाजलस्पर्शाद्विपाकाच्चापसम्भवाद् विमुक्ताः कुत्र तासस्नुः सर्वं मे कथय प्रभो नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेद् श्रवणादपि पापानाम् मलनाशनमुच्यते नर्मदा नर्मदा शब्दो येन केनचिदुच्यते तस्य स्याच्चाश्वती मुक्तिर्यावदा चन्द्रतारकं व्याहृतं भवता पूर्वं रेवामाहात्म्यमुत्तमं तथापि चरितं साधो यदेतत् तन्निगद्यताम् अध चोत्तमवार्ताया सेवितव्या मनीषिभिः अध पृच्छामि विप्रेन्द्र रेवामाहात्म्यमुत्तमम् इतिहासं वद विभो कन्यानां चरितोज्ज्वलम् नारद उवाच श्रूयतां राजशार्दूल धर्मगर्भापरा कथा यधारणिर्वह्निगर्भा धर्मस्तु ब्रह्मसूरिव गन्धर्वशुकसङ्गीतिस्तस्य कन्या प्रमोहिनी सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च इमानि वरनामानि तासामप्सरसां नृप कुमार्यः पञ्च सर्वास्ता वयसा सुभगाः पुनः भाषन्ते च मितस्तास्तु भगिन्य इव सर्वदा चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिका इव सोज्ज्वलाः चन्द्राननाः सुकेशश्च चन्द्रकान्ता इवोज्ज्वलाः देवेष्वेदाविलासिन्यः कौमुद्यकैरवेष्विव लावण्यपिण्डसम्भूता दिव्यरूपा मनोहराः उद्भिन्नकुज पद्मिन्यः केदक्य इव माधवे उत्पन्नयौवनैः कान्ता वल्लीव नवपल्लवैः हेमगौराश्च हेमाभा हेमाभरणभूषिताः हेमचम्पकमालिन्यो हेमचविसुवाससः स्वरग्रामावलीहासु विविधा मूर्च्छनासु च तालवाद्यविनोदेषु वेणुवीणाप्रवादने मृदङ्गनादसम्भिन्नलास्यमध्यलयेषु च चित्रादिषु विनोदेषु कलासु च विशारदाः एवं भूताश्च ता कन्या मुमुहुः क्रीडनैर्वरैः पितृभिर्लालिता सर्वाश्चेरुश्च धनदालये कौतुकादे कदा पञ्च मिलित्वा मासि माधवे कन्यामन्दारपुष्पाणि विचिन्वन्त्यो वनाद्वनम् गौरीं समाराधयितुं स्वराङ्गना कदाचिदच्छोदसरोवरं ययुः हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा दुकट्टे परिधाय चाम्बरं मौनेन च स्थण्डिलपिण्डिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः समर्चितां चन्दनगन्धकुङ्कुमैरभ्यर्च्य गौरीं वरपङ्कजादिभिः नानोपहारैः शुभभक्तिभाविदा लास्यप्रयोगैर्ननु तृकुमारिकाः गान्धर्वमाश्रित्य परं स्वरं तदो गेयं स्वभावध्वनिभिः समूर्च्छनं येणी दृश्यस्ताः प्रजगुः कलाक्षरम् तारप्रवृद्धं गतिभिश्च सुस्वरं तस्मिन् सुभावे रसवर्षहर्षं कन्यास्वलं निर्भर चित्तवृत्तिषु अच्छोदतीर्थे प्रवरे तदा गदस्नादुं मुनेर्वेद निधे सुदोग्रजः रूपेण निःसीमतरो वराननप्रफुल्लपद्माय तलोचनो युवा विस्तीर्णवक्षाः सुभुजोदि सुन्दरश्यामच्च विकाम इवापरो हि सः सब्रह्मचारी सुशिखो हि शोभदे दण्डेन युक्तो धनुषेव मन्मतः येणाजिनप्रावरणसमुद्रदृक्हेमाभमौञ्जीकडिमेखलः परः तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तडे जगृषु कौतुकाविष्ठा अयं नो भवितातिथिः सन्त्यक्तगीतनृत्यास्तास्तस्या लोकनलालसाः हरिण्यो लुब्धकेनेव विद्धा कामेन सायकैः पश्य पश्येदि जल्पं द्यो मुग्धाः पञ्च ससम्भ्रमं तस्मिन् विप्रपरे यूनि कामदेवभ्रमं ययुः पुनः पुनस्तमभ्यर्च नयनैः पङ्कजैरिव पश्चाद्विचारमारब्धमप्सरोभिः परस्परं यद्ययं कामदेवो हि रतिहीनः कथं भवेद् अथवा ह्यश्विनौ देवौ तावुभौ युगचारिणौ गन्धर्वकिन्नरो वाध सिद्धो वा कामरूपदृक ऋषिपुत्रोऽधवा कश्चित् कश्चिद्वा मनुजोत्तमः अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि न कृते यथा भाग्यवदामर्थे निधानं पूर्वकर्मभिः तथास्माकं कुमारीणां गौर्यानीदो वरोत्तमः करुणाजलकल्लोललब्धाद्रीर्कृतचित्तया मया वृतस्त्वया चायं त्वया वृतस्तथानया एवं पञ्च सुकन्यासु वदन्तीषु नृपोत्तम श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेद् गाधिसम्भव पराशराधय पण्डुदेवलमुखाश्च ये द्विजाः तेऽपि योगिबलिनो विमोहिताः लीलया तद बलाभिरद्भुतम् योषितां नयनतीक्ष्णसायकैः भ्रूलदा सुदृढचापनिर्गतैः धन्विना मकरकेतुना हदः कस्य नो पदति वामनो मृगः तावदेव नयधीर्विराजते तावदेव जनदा भयं भवेद् तावदेव धृतचित्तदा भृशं तावदेव गणनाकुलस्य च तावदेव तपःसप्रगल्भदा तावदेव शमसेवनं नृणां यावदेव ललनेक्षणास वैर्माद्यदे द्रुदमदैर्न पूरुषः मोहयन्ति मदयन्ति रागिणं योषिदस्वललितैर्मनोहरैः मोदयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः मांसरक्तमलमूत्रनिर्मिते योषिदां वपुषि निर्गुणेषु च कामिनस्तु परिकल्प्य चारुदा माविशन्ति सुविमूढचेतसः दारुणा हि परिकीर्तिताङ्गना साधुभिर्विमलबुद्धिभिर्बुधैः यावदेव न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् समीपं तस्य यावन्न आगच्छन्ति वरस्त्रियः वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः तस्य योगबलाद्भूपगदस्यादर्शनं तदा दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः वित्रस्तनयनाबाला कुर्यङ्ग इव कादराः सङ्क्रातनयना शून्या ददृशुस्ता दिशो दश कन्या ऊचुः इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः दृष्टोऽप्य दृष्टरूपो भूदित्यूचुस्ताः परस्परं व्याप्तं च हृदयं दासां तदैव विरहाग्निना ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् त्यजेन्द्रजालिकां विद्यां कान्ददर्शयसत्वरम् आत्मानं नहिते युक्तं प्राग्रासे मक्षिकोपमं हाकष्ठं दर्शिधकस्माद्धात्रा त्वं कटिधः कुतः ज्ञातं महानुस्सन्तापहेतुर्नस्वं विनिर्मितः कच्चित्ते निर्दयं चेदः कच्चिदस्मासु नो मदिः कच्चित्क्रूरोऽसि ह्येकान्त कच्चिन्मुष्णासि नो मनः कच्चिन्न प्रत्ययोऽस्मासु कच्चिदस्मान् परीक्षसे कच्चिन्निर्ममता शीलः कच्चिन्माया विशारदः कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवं कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः कच्चिद्विनापराधं तु किमस्मासु प्रकुप्यसे कच्चिद्दुःखं न जानासि परेषां विप्रलम्भनं त्वद्दर्शनं विना नष्टा हृदयेश्वरसाम्प्रदं न जीवामोध जीवामः पुनस्त्वद्दर्शनाशया वयं च नीयतां तत्र शीघ्रं यत्र गतो भवान् त्वद्दर्शनहरो दादा व्यथान्मोदाङ्कुरच्छिदां सर्वदा दर्शनं देहि कारुण्यं भज सर्वथा पर्यन्तं न प्रपश्यन्ति कस्यचित् सुजनाजनाः इत्थं विलप्यधा कन्याः प्रतीक्ष्य च बहुक्षणं पितुर्भयात् गृहं गन्तुं शीघ्रमारेभिरे ततः तत्प्रेम निगडैः बद्धा भृशं विरह विक्लवाः कथं चिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः आगत्य पतिताः सर्वा मातॄणां तु समीपदः किमेतन्मातृभिः पुष्टा कुतः कालात्ययो भवद क्रीडन्त्य किन्नरीभिस्तु सार्धं संगतकं यदा संस्थितास्तेन न ज्ञातो दिवसोच्चोदसरोवरे पदिश्रान्ता वयं मादसन्तापस्तेन न स्तनौ मोहेन महदा वक्तुं न केनाप्युत्सहामहे यद्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः आकारं गोपयं त्यस्ता मुग्धा जल्पन्ति मातृभिः काचिन्नर्तयदि क्रीडामयूरं न मुदा तदा न पाठयदि तं कीरं पञ्चरेण्या कुतूहलाद लालयेन्न कुलं नान्या नोल्लापयदि सारिकाम् अपराधीव सम्मुग्धा नैव खेलदि सारसैः भेजिरेण विनोदं तारेमिरेणैव मन्दिरे ऊजिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे कल्पद्रुमप्रसूनं यत्सर्वं तच्चानलोपमं मन्दारकुसुमामोदि न पपुर्मधुरं मधु योगिन्य इव धा कन्या नासाग्रण्यस्तलोचनाः अलक्ष्यध्यानसन्तानाः पुरुषोत्तममानसाः चन्द्रकान्तमणिच्छन्ने स्रवद्वारिणिकन्दरे क्षणं वादायने स्थित्वा जलयन्त्रगृहे क्षणं रचयन्ति क्षणं शय्यां दीर्घिकां भोजिनीदलैः वीज्यमाना सखीभिस्ताः शीतलैर्नलिनीदलैः इद्धं युगसमां रात्रिमनयंस्था वरस्त्रियः कथञ्चिद्धारणं कृत्वा विह्वलाः सज्वरा इव प्रादर्व्योममणिं दृष्ट्वा मन्यमानास्व जीवितं विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गदाः स्नात्वा तेन विधानेन पुष्पैर्धूपैस्तथा पुनः विधाय पूजनं देव्या गायन्त्यस्तत्र तास्थिताः यतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः पितुराश्रमतस्तस्मादच्छोदेत्र सरोवरे मित्रं दृष्ट्वैव रात्र्यन्ते पत्मिन्य इव कन्यकाः तत्फुल्लनयनाजादास्तं दृष्ट्वा ब्रह्मचारिणं गत्वा तत्रैव ता कन्या समीपं ब्रह्मचारिणः सव्यापसव्यबन्धेन भुजपाशं च चक्रिरे गतोऽसि प्रिय पूर्वेद्युर्गन्धुमद्यन लभ्यते वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्ति विचारणा युत्युक्तो ब्राह्मणः प्राह प्रहसन् बाहुपाशगः युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः प्रथमाश्रमनिष्ठस्य किन्तु नश्येदमे व्रतं विद्याभ्यसनशीलस्य नाभूत्पारं गुरोकुले आश्रमे यत्र यो धर्मो रक्षणीयः सुपण्डितैः विवाहोयमदो मन्ये न धर्म इति कन्यकाः आकर्ण्य विप्रवाक्यानि विप्रमोचुर्वरस्त्रियः सकलध्वनिसोत्कण्ठ्यो कोकिला इव माधवे धर्माधर्तोर्धधकामकामात्सुखफलोदयः इत्येवं निश्चयज्ञास्ते वर्णयन्ति विपश्चितः सकामो धर्मबाहुल्यात् पुरतस्ते समुद्धितः सेव्यतां विविधैर्भोगैः स्वच्छा भूमिरियं यदः श्रुत्वा तद्वचनं दास्सां प्राह गम्भीरया गिरा तद्यं वो वचनं किन्तु ममाप्यावश्यकं व्रतम् प्राप्यानुज्ञां गुरो कुर्वे विवाहकर्मणान्यथा युत्युक्ता पुनरुचुस्ताः स्फुटं मूढोऽसि सुन्दर सिद्धौषधं ब्रह्मधियारसायनं सिद्धिर्निधिस्साधुकुला वराङ्गनाः मन्त्रस्तथा सिद्धरसश्च धर्मदो मुने निषेव्या सुधिया समागताः कार्यं नो दैवाद्यदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यान्ति नीदिगाः यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घी करणं प्रशस्यते विषादप्यमृतं ग्राह्य ममेध्यादपि काञ्चनम् नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि सान्द्रानुरागाकुलजन्मनिर्मलाः स्नेहार्द्रचित्ता सुगिरस्वयंवराः कन्या सुरूपा खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेदरे क्व वयं सुरसुन्दर्य क्व भवांस्तापसो बडुः दुर्घटस्य विधानेन मन्ये धादैव पण्डितः तस्मादस्मानिदानीं तु स्वीकुर्यात् मङ्गलं भवान् गान्धर्वेण विवाहेन अन्यथा नोपजीवनम् श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः धर्मश्चार्थश्च कामश्च मोक्षश्चैदश्च दुष्टयम् यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् नाकालेहं हृदि कुर्यामदो दारपरिग्रहं न क्रिया फलमाप्नोधिक्रियाकालं न वेत्ति यः यतो धर्मविचारेऽस्मिन् प्रसक्तं मम मानसं तस्मात् शृणुदहे कन्या न समीहे स्वयंवरम् एवं ज्ञात्वा शयं तस्य समीक्ष्यैव परस्परं करात्करं विमुच्याध जग्राहाङ्घ्रिं प्रमोहिनी भुजौ जगृहस्तुस्तस्य सुशीला सुस्वरा तथा आलिलिङ्ग सुतारा च वक्त्रं चुम्बदि चन्द्रिका तथापि निर्विकारोऽसौ प्रलयानलसन्निभः शशापब्रह्मचारीधा क्रोधेनात्यन्तमूर्च्छितः पिशाच्य इव मां लग्ना तत्पिशाच्यो भविष्यथ एवं तेनाशु शप्तास्तास् तं त्यक्त्वा पुरतस्थिताः किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया प्रियं कृतो प्रियं कृत्वाधिक्त्वां धर्मकृदान्तकम् अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः पुंसो लोको भयोसौख्यम् नाशमेदीति न श्रुतं तस्मात् त्वमपि न शापात् पिशाचो भवसत्वरम् इत्युक्त्वापि च ता बाला निःश्वसंध्यक्रुधाकुलाः तदेवान्योन्यसंरम्भात्तस्मिन् सरसि पार्थिव ता कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः स पिशाचः पिशाच्यस्ताः क्रन्दमानाः सुदारुणं क्षपयन्ति विपाकांस्तान् पूर्वोपातस्य कर्मणः स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् स्वच्छायामिव दुर्वारं देवानामपि पार्थिव क्रन्दन्ति पितरस्तासां मातरस्तत्र तत्र च भ्रातरश्चैव बालानां दैवं हि दुरतिक्रमम् अधवूर्ध्वं पिशाचास्ते आहारार्थं सुदुःखिताः इतस्ततश्च धावन्तो वसन्ति सरसस्तडे इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्वाविंशोऽध्यायः ॐ